नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र प्रवर्तमानविषयः अस्ति त्रयादिगणः इति। तत्र वयं गतसप्ताहे अस्य पाठस्य आरम्भं कृतवन्तः। त्रयादिगणे एकषष्टिधातवः सन्ति। क्रयादिभ्यः श्ना इति सूत्रमस्ति, येन श्ना इति प्रत्ययः विकरणप्रत्ययः विधीयते। क्रयादिभ्यः धातुभ्यः श्ना प्रत्ययः परश्च कर्तरी सार्वधातुके इति अनुवृत्तिसहितसूत्रमस्ति। श्ना तु षित् अस्ति, परन्तु अपित् अपि अस्ति। अपित्वात् गुणनिषेधः भवति। यदा वयं पूर्वं दृष्टवन्तः अत्रापि सार्वधातुकम् अपित् इत्यनेन नित्वात् निपि च इत्यनेन गुणनिषेधः। अतः यदा वयं सि इति इकारान्तधातुः स्वीकुर्मः चेत् तत्र विकरणप्रत्ययस्य केवलं योजनमेव भवति, तत्र गुणकार्यस्य प्रसक्तिः नास्ति। सिना इति अङ्गं भवति इति दृष्टवन्तः। अनन्तरं तत्र विशिष्ट गणः अस्ति, प्वादिगणः इति अन्तर्गणः अस्ति त्रयादिगणे। तत्र चतुर्विंशतिधातवः सन्ति। तत्र किं भवति इत्युक्ते पुवादीनां ह्रस्वः इति सूत्रेण तत्र स्वरस्य ह्रस्वत्वं, ह्रस्वः भवति कस्य ह्रस्वत्वम् इत्युक्ते स्वरस्य। तत्र वयं दृष्टवन्तः अचश्च इति परिभाषासूत्रमस्ति, येन ह्रस्वः दीर्घः प्लुतः यत्र यत्र विधीयन्ते तत्र स्वरस्य इति अवगमनं भवेत् इति। तत्र यदा एकं दृष्टवन्तः किल पूयि इति धातुः अस्ति चेत् तत्र पुना प्रायः पुना इति अङ्गं भवति। तु अनन्तरं तत्र सम्प्रसारणकार्यं किम् इति आरब्धवन्तः गतसप्ताहे। तत्र ज्या इति धातुः तत् पुवादिगणे अस्ति, तत् धातुः अन्तर्गणे अस्ति, परन्तु तत् सम्प्रसारणीधातुः अपि अस्ति। अतः विशेषः अस्ति, पुवादिगणे अन्तर्भूतः धातुः परन्तु सम्प्रसारणीधातुः इत्युक्ते तत्र सम्प्रसारणकार्यं प्रथमं भवति। ज्या इति धातोः सम्प्रसारणकार्यं भूत्वा अनन्तरं पुवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं प्राप्नोति इति दृष्टवन्तः। ज्या तत्र ग्रहीज्या इत्यनेन यकारस्य इ आदेशः, अनन्तरं सम्प्रसारणाच्च इत्यनेन पूर्वरूपादेशः जि, अनन्तरं यदा वयं श्ना इति विकरणप्रत्यय योजयामः चेत् तत्र ज्या जि योगः न, अनन्तरं तत्र हलः इति नूतनसूत्रं दृष्टवन्तः। तस्मात् एव अद्य पुनः आरम्भं कुर्मः, हलः इति सूत्रेण आरम्भं कुर्मः। अरुणा भगिनी पठति वा हलः सूत्रम्? आम् भगिनि, हलः अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति। यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति। हलः पञ्चम्यन्त्यम् एकपदमिदं सूत्रं, येन विदितदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारसंज्ञावर्णः अस्ति, अचश्च अलोन्तस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः सम्प्रसारणम् इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः ड्रालोपे पूर्वस्य दीर्घो नः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुभूतिसहितसूत्रं हलः सम्प्रसारणस्य अङ्गस्य दीर्घः। अत्र दत्तं हलः इति सूत्रमस्ति, षष्ठध्याये चतुर्पादे अस्ति। अङ्ग अवयवात् हलः तदन् उत्तरं सम्प्रसारणं वर्ण अस्ति चेत् तद् अङ्गस्य दीर्घः भवति। अङ्गस्य दीर्घः अन्तवर्णस्य दीर्घं भवति। अनुपत्तिसहितसूत्रं हलः सम्प्रसारणस्य अङ्गस्य दीर्घः भवति इति अत्र दत्तम्। उदा तदेव भगिनि किम् समीचीनं तदेव तत्र जी ज्या इति स्वीकरोतु भगिनि तत् तत्र कथं हलः कार्यं करोति वदतु ज्या योग ज्या अत्र जकार यकार अकार अस्ति ग्रहि ज्या इत्यनेन यकारस्य स्थाने इ आदेशः जी योगः सम्प्रसारणश्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः भवति जी इति रूपं सिद्धं भवति. तदनन्तरं स्ना प्रत्ययः षित् अपि च अपि अपि च पित् भिन्नत्वात् निद्वत् सार्वधातुकम् अपीत् इत्यनेन गहिज्या इत्यनेन ज्या इति सम्प्रसारणम् अतः ज्या योगः न सम्प्रसारणसमये जी योगः न हलः इत्यनेन सम्प्रसारणात् दीर्घत्वं जी योगः न पुवादीनां ह्रस्वः इत्यनेन क्षितिपरे पुवादीनां ह्रस्वत्वं जी योगः न जी न इति रूपं निष्पन्नं भवति. अङ्गस्य दीर्घं भवति किमर्थं तदेव हलः इति सूत्रस्य कार्यं प्रथमं दीर्घं भवति तदनन्तरं पवादीनां अत्र दत्तं ज्या ध्यातु अत्र यकारवर्णः अस्ति सम्प्रसारणवर्णः अस्ति ततः ग्रीज्या इति सूत्रेण यकारस्थाने इकारः आगच्छति जी योगः आ अत्र अस्ति. तदनन्तरं ज्यान् इति सम्प्रस अतः ज्या योगः न जी योगः न तदनन्तरं हलः इति सूत्रेण सम्प्रसारणस्य वर्णस्य दीर्घत्वं भवति जी योगः न इति रूपं निष्पन्नं भवति. तदनन्तरं ज्या धातु पवादिगणे अन्तर्गर्भः अस्ति ततः पवादीनां ह्रस्व इति सूत्रेण क्षितिपरे ह्रस्वत्वं भवति. तदनन्तरं जी दीर्घजिका जी ह्रस्वदिग भवति जी योगः न जिना इति रूपं निष्पन्नं भवति अङ्गं भवति समीचीनं तदेव प्रथमं ह्रस्वः हलः इति सूत्रेण दीर्घत्वं दीर्घ एव खलु भगिनि अत्र ह्रस्व नास्ति खलु भवादीनां प्रथमं न भवति जीन एव खलु भवति एव महोदय प्रथमं दीर्घत्वं भवति अनन्तरं भवादीनां ह्रस्वः इति क्षिति परे ह्रस्वत्वम् अपि नास्ति इति प्रसक्ति नास्ति खलु भगिनि ज्या इति दातु पुवादिगणीयदातु पुवादि अन्तर्गणीयदातु नास्ति इति दत्तमस्ति खलु अत्र न अत्र पुवादीनां ह्रस्व इत्यस्य प्रसक्तिः नास्ति इति दत्तं किमर्थं कुत्र अत्र यः इकार जा इति अस्ति खलु ज्ञा इति अस्ति इदानीं यकारस्य स्थाने इकारः इदानीं जी इति अस्ति हलः इत्यनेन जी इति अभवत् परन्तु जी इति ह्रस्व भवति वा इति प्रश्नः सति नास्ति अत् किमर्थमिति पवादीनाम् इत्यस्य प्रसक्तिः नास्ति इति दत्तमस्ति खलु अतः जी न एव रूपं कुत्र अस्ति महोदय ओ अस्तु क्षम्यतां भगिनि अहम् उपरि पठन् अस्मि अस्तु अस्तु नि अधः ओ अधः तत्र विषयः भिन्नः महोदय अधः पश्यन्नस्मि जीनः इति न तत्र विषयः भिन्नः अस्ति तत्र यदा अस्माकं सामान्यरीत्या षित् प्रत्ययः परः अस्ति चेत् ह्रस्वतं भवति एव तद् भिन्नविषयः तद् वयं नास्ति चिन्ता तत्र हलः इत्यनेन सम्प्रसारणस्य दीर्घत्वं भवति सम्प्रसारणस्य दीर्घत्वं कदा भवति इति प्रश्नः सम्प्रसारणदातवः तु बहवः सन्ति परन्तु कदा सम्प्रसारणस्य दीर्घत्वम् इत्युक्ते अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति. अन्ते सम्प्रसारणवर्णः भवेत् तस्मात् पूर्वं हल् वर्णः भवेत्. तद् किञ्चित् अभ्यासमपि कुर्मः अद्य. अत्र ज्या इति दा सम्प्रसारणी धातुः, तत्र यकारः यद् अस्ति तत्र सम्प्रसारण भूत्वा जी इति आगच्छति. अतः जकारः हल् वर्णः, अन्ते सम्प्रसारण सम्प्रसारिणी वर्णः अस्ति इति कृत्वा एव हलः इत्यस्य प्रसक्तिः. अस्तु, कुत्र न भवति इति अपि पश्यामः. अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य, तद् मुख्यविषयः अस्ति. अन्ते भवेत् सम्प्रसारणवर्णः, अन्ते भवेत् तत्र एव दीर्घः भवति इति सूत्रं वदति. सम्प्रसारणवर्णः अन्ते भवेत्, तस्य पूर्वम् अव्ययितपूर्वं हल भवेत् वा तादृश? आम् आम् अव्य आम् अव्यवहित आम्. अतः तदा एव हलः इति सूत्रस्य प्रसक्तिः. एतत्तु पुवादिगणीयधातुः पुवादि अन्तर्गणे अस्ति इति कृत्वा पुवादीनां ह्रस्वः इत्यस्य प्रसक्तिः. शिति परे श्ना इति षित् अस्ति, अतः ह्रस्वत्वं भूत्वा जिना इति अङ्गं भवति. समीचीनं महोदय, भवान् एव पठतु महोदय. रघुपतिमहोदय, यत्र यः इकारः महोदय अस्ति वा भगिनी? कुत्र? अत्र अत्र अत्र यः इकारः दीर्घः जातः हलः इति सूत्रात् अनन्तरं. हा अस्तु अस्तु अस्तु. यत्र यः इकारः दीर्घः जातः, जि इति जि अभवत्, सः पुनः ह्रस्व अभवत् जि इति जि, तर्हि दीर्घत्वस्य फलं किम्? यत्र परः यः प्रत्ययः अस्ति सः षित् नास्ति, तत्र पुवादीनां ह्रस्वः इत्यस्य प्रसक्तिः नास्ति. अस्तु, अतः दीर्घत्वं तिष्ठति एव. यथा तप्रत्ययः ज्या योग त ग्रहिज्या इत्यनेन ज्या निति निति परे निति सम्प्रसारणं भवति. जि योग त इदानीं यकारस्य स्थाने इकारः, जित हलः इत्यनेन इदानीं जकार इकार अस्ति, अतः हलः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. अङ्गस्य दीर्घः भवति, स्वरस्य दीर्घः भवति, अतः इत्यनेन हलः इति सूत्रेण सम्प्रसारणस्य दीर्घत्वं जीत. अग्रे लवादिभ्यः इत्यनेन तकारस्य स्थाने नकारः जीनः इति रूपं भवति. अत्र यद्यपि जकार सारी ज्या इति पुवादि अन्तर्गणे अस्ति, परन्तु अत्र यत्र यदा अग्रे आशित् प्रत्ययः अस्ति चेत् हलः इत्यस्य सूत्रस्य प्रसक्तिः नास्ति. अतः पुवादीनां ह्रस्व यदा कार्यं करोति तदा एव कार्यं करोति यदा तत्र क्षितिप्रत्ययः अस्ति चेत्, क्षितिप्रत्ययः अस्ति चेदेव भवति इति. पुवादीनां इत्यनेन क्षितिपरे एव अस्ति. अस्तु, अतः अत्र षित् नास्ति स्ता इति प्रत्ययः, अतः जीता इति रूपम् अन्ते जीनः इति भवति अग्रिमसूत्रे सूत्रेण. सूत्रमपि पठतु महोदय. लवादिभ्यः लवादिभ्यः इति सूत्रमस्ति, अष्टमध्यायस्य द्वितीयपादस्य चतुश्चत्वारिंशत्तमं सूत्रमस्ति. लवादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठाप्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति. निष्ठासंज्ञकपदद्वयं भवति, तप्रत्ययः तवत् प्रत्ययः च. लवादिगणे एकविंशतिधातवः सन्ति, यथा लूञ् छेदने लू योगक्त लू योगक्त. इदानीं लवादिभ्यः इति सूत्रेण तकारस्य नकारः भवति, लून इति भवति. कर्तिता इत्यर्थः, ता तवतौ लूनवान् लूनवान् अस्तु तवतौ लूनवान् लूनवान् लूनः अथवा लूनवान् इति निष्ठाप्रत्यये परे अन्यत् उदाहरणं भवादिगणे अस्ति भुवादौ ह्वेन् इति धातुः लटि ह्वे योग शप् ह्वया योग ति ह्वयति आ उपसर्ग ह्वे आ उपसर्गपूर्वकः ह्वे लटि च आह्वयति ता प्रत्यये परे इदानीं ह्वे योग ता इदानीं ह्वे इति वचिष्वप्यजादीनाम् इति यजादीनाम् अस्य अन्तर्गणे अस्ति अतः इत्यनेन तत्र सम्प्रसारणं भवति हूयोग हकार उकार एकार योगता इदानीम् अत्र सम्प्रसारणच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् अचि पूर्वपरयोः एकः पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः हुत इति इदानीम् इदानीं हलात् परे सम्प्रसारणं भवत् अन्तिम अङ्गस्य अन्तिमसम्प्रसारणे स्वरः अस्ति अतः हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरसम्प्रसारणं तदङ्गस्य दीर्घत्वम् अतः हूत इति रूपम् इदानीं हूत इति आ उपसर्गपूर्वकम् आहूत ता तव तु पुंसि आहूतवान् अस्ति इदानीं हूत इति किमर्थं हून इति न अभवत् भगिनि ल्वादि अस्तु ल्वादिभ्यः नास्ति इत्यतः वा अस्तु लुवादिगणे अन्तर्गणेभ्यः तद्दर्शयितुम् अत्र अस्ति पूनानि किमर्थं न अभवत् इति अस्तु एकविंशति एव तत्र अस्ति प्रायः हू तस्मिन् अन्तर्गणे नास्ति नास्ति अत्र वचिस्वपि यजादीनां किति इति अन्यसूत्रमस्ति येन सम्प्रसारणविधायकसूत्रं प्रायः त्रीणि सन्ति इति चिन्तयामि वचिस्वपि यजादीनां किति यजादि इति अस्ति तत्र ह्वे इति भवति यजादीनां न सम्प्रसारणविधायकसूत्रं तृतीयसूत्रं किम् आमां त्रीणि वचिस्वपि ग्रहीजावधि वचिस्वपि यजादीनां अन्यत् एकम् अस्ति आमाम् आम् कस्मिन् अध्याये अस्ति षष्ठम अध्यायस्य प्रथमपादः किल अस्तु षष्ठम अध्यायस्य प्रथमपादस्य वचिस्वप्रियजादीनम् आम् तत्र शङ्गः सम्प्रसारणं पुत्रपत्यो तत्पुरुषे इत्युक्ते तत्पुरुष बन्धूनि बहुगृहौ प्रहिज्या षड् सप्तसूत्राणि सन्ति अष्ट प्रकरणमेव अस्ति महोदय तत्र ए फोर् सिक्स् वन् इति सिक्स् वन् तर्टीन् इति आरभ्य सिक्स् वन् फार्टि फोर् पर्यन्तं द्विभाषापरे पर्यन्तं सम्प्रसारणप्रकरणं तत्र वचिस्वपि यजादीनां किति ग्रहीजा परिचितसूत्रम् एकम् अन्यद् अन्यत् एकमस्ति किम् इति अहं न जानामि अस्माकं परिचय आगच्छति अन्यदेकं सूत्रम् अस्ति सम्प्रसारणविधायकसूत्रं भगिनि अत्र रूपसाधयितुं केवलं सूत्राणां न भवति गणपाठस्य आवश्यकमस्ति आमां पूर्णतया सूत्राणाम् अवलोकनेन एव न भवति महोदय धातुपाठः गणपाठः सर्वम् आवश्यकम् आमाम् एतत्तु अहं वन् फोर्त् एव वयं पठामः सर्वं पठनीयम् अस्तु अतः तत्र वचिस्वपि यजादीनां किति इत्यनेन हे ह्वे इति धातोः सम्प्रसारणं विधीयते. अतः तत्र अङ्गस्य अपि दीर्घः भूत्वा आहूतवान् इति रूपम् आगच्छति इत्येव वदति. हलः इत्यस्य प्रसक्तिः अस्ति इति प्रदर्शनार्थमेव तत्तु द्वादिगणीयधातुः अस्ति ह्वेङ् इति. अत्र किमर्थम् आनीतवन्तः इत्युक्ते हलः इत्यस्य प्रसक्तिः अस्ति इति प्रदर्शनार्थमेव तद् अत्र आनीतवन्तः. तावदेव वचिस्वपि अजादीनां किति इति नूतनसूत्रम्. अनन्तरम् आहूतवान् इति तत्र दीर्घत्वं भवति हलः इति सूत्रेण. नकारस्य अपि किमर्थं नकारः न भवति अत्र अस्ति इति. नकारः किमर्थं लावादिभ्यः इति अन्तर्गणे नास्ति इति कृत्वा न भवति. एकविंशति धातवः सन्ति तत्र ह्वे इति धातुः तस्मिन् गणे नास्ति इति कृत्वा तत्र नकारः न भवति. अत्र क्रियादिगणे एव अस्ति वा लवादिभ्यः? न न, लवादिभ्यः इति निष्ठाघटितस्य इति निष्ठा इत्युक्ते भवतु यत्र कुत्रापि भवतु महोदय. ओ अस्तु, गण इति अन्तर्गण इति गणे न भवति वा? न न, त्रयादिगणधातुः इति नास्ति. अन्तर्गणः कुत्रापि भवितुमर्हति. यत्र पुवादिगणः पुवादिगणः इति दृष्टवन्तः तत्तु क्रयादिगणस्य अन्तर्गणः. लवादिभ्यः इति तादृशं किमपि नास्ति. अस्मिन्नेव गणे भवतु इति नास्ति. लवादिगणः इति एकः गणः, तस्मिन् अन्तर्गणेभ्यः धातुभ्यः निष्ठाधातु प्रत्यये परे नकारः भवति. लवादि भगिनी अत्र क्रियादिगणे एव अस्ति, अहं पश्यन् अस्मि सर्वत्र. अस्ति वा लवादि? क्रियादिगणे अन्तर्गण क्रियादिगणे एव अस्ति. लू सृ कृ वृ इति तदापि लवादिगणे अस्ति, तदेव अस्ति. लवादिभ्यः पुवादि अपि तादृशमेव अस्ति. अत्र पुवादि अपि एकवारं इदानीं पश्यामि. 82 इति अस्ति किल, 82 26 धातुः पुवादिगणे. छेदने इत्येतत् 24 आक्चुलि तत् लवादि अपि पुवादि समानमेव. अत्र षड् विंशति धातवः सन्ति, लवादिगणे चतुर्विंशति धातवः. एकविंशति लुवाङ्भ्यः, परन्तु तत्र क्रयादिगणः इति कुत्रापि न उक्तं किल महोदय? न नास्ति, अहं तद् अष्टाध्यायी मध्ये पश्यन् अस्मि. लुवादिभ्यः इति अस्ति खलु लुवादि? अस्तु अन्य भवति महति, अहं सिलेक्ट् तदेव कृतवान् अस्ति. अस्तु अस्तु, तदेव मम अपि प्रश्नः. तत्र कुत्रापि भवितुमर्हति किल? ओहो, लुङ् छेदने इत्येतत् प्रभृति ऋङ् वर्णे इति यावत् करणेन समापिता लुवादयो. सर्वान् कृतवान्, परन्तु अत्र क्रियादिगणे एव अस्ति तत् लूनः फिल्टर् कृत्वा. सर्वाः लवादिगणीयदातवः क्रयादिगणे एव अस्ति, अन्येषु गणेषु नास्ति. चतुर्विंशति एकविंशति दातवः अपि क्रयादिगणे एव अस्ति. आम्, अत्र 24 इति दातवः अस्ति इति दत्तमस्ति. 24 दातवः अस्ति. एकविंशति लुवादिभ्यः प्राग्वात् इति सिद्धान्तकौमुदी इति. हा तत्र, हा न तत्र अष्टाध्यायी डाट् काम् मध्ये किञ्चित् भेदः अस्ति धातु. अधिकदातः अस्ति, अहं न जानामि. अत्र 24 दातु इति गणपाठः इति पश्यामः. तत्र प्रायः अन्तर्गणः अस्मिन् गणे अस्ति वा इति वयं वक्तुं शक्नुमः. समीचीनम्, उत्तमं. लवादिभ्यः अपि च पुवादि लवादि समानमेव अस्ति. एक द्वे धातु एव, द्वौ धातु एव नास्ति लवादि. अन्यथा सर्वे लवादि पुवादि सर्वे तत्र अस्ति. लवादिगणीयदातवः अन्तर्गणे दातवः पुवादिगणे एव अस्ति. पुवादि अन्तर्गणे अतः तत्र एव नकारः भवति इति सामान्यचिन्तनम्. अस्तु अग्रे गच्छामः. अस्तु राजेन्द्रमहोदय पठति वा हलः इति सूत्रे? आम् तद् अभवत्, तस्मात् अनन्तरपरिच्छेदः अग्रिम. एकं वक्तुम् इच्छामि अत्र वचिस्पे यजादीनां इति तत् सूत्रस्य एकं भेदः अस्ति गृहे जया वै सूत्रे सूत्रात्. तत्र वचिस्पे तत् किति परे एव भवति, परन्तु गृहे जया वै तत् चिनति किति नीति द्वौ अपि भवन्ति. तत्र अनुवृत्तिः आगच्छति, परन्तु एतत्तु पूर्वसूत्रमस्ति किल. समीचीनम्. आम् वचिस्वपि यजादीनाम् इति किति परे एव भवति. ग्रहीज्या इत्यत्र किति इति अनुवृत्तिः आगच्छति इति कृत्वा कितिङ् इति प्रत्यये परे भवति. हलः हलः इति सूत्रे हलः यद् उत्तरं सम्प्रसारणम् इति किमर्थम् उक्तम्? हलः हल् वर्णः किमर्थं पूर्वं भवेत्? भवादौ वे इत्यस्य वे उत् एव पूर्वस्थस्य हल् वर्णस्य अभावात् न दीर्घत्वं उत्वान् अङ्ग अव्यवात् हलः इत्यनेन अयं हल् वर्णः किमर्थम् अङ्गस्य अवयवः भवेत्? निर्योगवे योग निरुतं रेफ् रेफः यद्यपि हल् वर्णः किन्तु अङ्गस्य अवयवः न, अतः दीर्घ आदेशः न भवति. तदन्तस्य अङ्गस्य दीर्घत्वं किमर्थं? व्यद् इत्यस्य विद्धः व्यच् इत्यस्य विचितः. तत् अन्तिमवाक्यं न अवगतम् अत्र भगिनी, किम् अस्ति अत्र सूत्रे? यथा हलः सूत्रं यः वदति तत्र हल् यद् उत्तरं हल् उत्तरस्य यः सम्प्रसारणी वर्णः अस्ति तस्य एव दीर्घत्वं भवति. हलः वर्ण कथं किमर्थं हल् वर्णः पूर्वं भवेत्? तत्र उदाहरणत्वेन यत् वे योगुक्त प्रत्ययः यथा आगच्छति अत्र वकारस्य उकारः सम्प्रसारणं भूत्वा उकारः आगच्छति उत्तः तत् निष्पन्नं भवति अत्र वे योगुक्त. पूर्वस्थस्य हल् वर्णस्य अभावात् अत्र दीर्घतां न भवति अत्र, यतोहि अत्र तु उ एव अस्ति उ योगुक्त उतः तत्कारणात् तत्पूर्वं कोऽपि हल् वर्णः न अस्ति तत् अभावात् तत् दीर्घत्वं न भवति, हलः सूत्रस्य प्रसक्तिः नास्ति. तवतो उत्वान् तथैव तत् यः वे योग त्वतो त्वत् प्रत्यया योजयामः तत् उत्वान् एव भवति. अङ्ग अवयव्यात् हलः इत्यनेन अयं हलः वर्णः किमर्थम् अङ्गस्य अवयव भवेत् प्रश्नः उदेति अत्र. अत्र सूत्रे तु उक्तम् अत्र अङ्ग अवयव्यात् हलः यः अस्ति कथं हलः अङ्गस्य अवयवः भवेत् तत्र उदाहरणत्वेन अत्र अस्ति निर्योग वे योगुक्त अत्र निर् रेफः तु हल् वर्णः अस्ति परन्तु तत्र अङ्गस्य अवयवः न अस्ति तत् उतः एव तत् निरुतं तत् भवति. रेपः यद्यपि तत् कथं भवति न जानामि, मकारः कुत्र आगच्छति, परन्तु निरुतं बकारस्य सम्प्रसारणं भूत्वा उकारः आगच्छति, उकार योगत्व निरुतं निरुतं भवति. रेपः यद्यपि हल् वर्णः किन्तु अङ्गस्य अवयवः न, अतः दीर्घ आदेशः न भवति. अत्र अत्रापि उकारस्य दीर्घ आदेशः न भवति, यतोहि तत् पूर्वं हल् वर्णः न अस्ति, परन्तु सः हल् वर्णः यः अस्ति अत्र रेफः, सः अङ्गस्य अवयवः न अस्ति. निर्तु किम् उपसर्गपूर्वकारः अस्ति, तत्कारणात् अङ्गस्य अवयवः न अस्ति, तत्कारणात् तत् दीर्घकृतं न भवति. तदन्त अङ्गस्य दीर्घतां किमर्थं व्यद् तद् भगिनी तत् न अवगतं. व्यद् इत्यस्य विधः व्यच् इत्यस्य विच्छित तत्रापि इक्तप्रत्ययः एव महोदय. व्यद्धियोगः इक्त तान्तरूपं तत्रापि इदानीं तत्रापि दीर्घतां न भवति, यतोहि तत् पूर्वं हल् वर्णः नास्ति. हल् वर्णः अस्ति, अन्ते नास्ति इति वा? अन्ते नास्ति इति कृत्वा व्यकार अन्ते भवेत्. समीचीनम्. अत्र तु व्यद् प्रायशः पूर्वं धातुः अस्ति, व्यद् विद् भवति. व्यद् विद् विद्धः, तत्र सन्धिकार्यं भूत्वा विद्धः इति रूपं, परन्तु तत्रापि यदा महोदय उक्तवान् तत्र अन्ते नास्ति, अन्ते सम्प्रसारणे वर्णः भवेत्. तत्र व्यच् इत्यत्रापि समानकार्यमेव, तत्रापि मकारः तु हल् वर्णः अस्ति, परन्तु यकारः यकारस्य इकारः भवति, इकारः अन्ते नास्ति, अन्ते नास्ति, मध्ये अस्ति, विचितः इति रूपम् आगच्छति. तत्र दलसार्थक्यम् इति वदामः किल, तादृशं कृतवन्तः तावदेव. प्रथमं हल् यदुत्तरं सम्प्रसारणम् इति किमर्थम् उक्तम् इति प्रथमप्रश्नः. तत्र हल् वर्णः किमर्थं पूर्वम् इत्युक्ते तत्र उदाहरणं नीतवन्तः, वे इति धातुः त प्रत्ययः कुर्मः चेत् उतः इति रूपं, तत्र पूर्वं हल् वर्णः नास्ति, अतः तद् प्रथमप्रश्नस्य उत्तरं. पूर्वस्थितस्य हल् वर्णस्य अभावात् दीर्घत्वं न भवति. द्वितीयप्रश्नः, अङ्गावयवात् हलः इत्यनेन किं भवति, किमर्थम् अङ्ग अवयवे हल् भवेत्? तत्र यदा वयम् उपसर्गम् इति आनीयामः, तत्र उपसर्गम् इति पृथक् पदम् अस्ति किल, तत्तु अङ्गस्य अवयवः नास्ति, अतः निरुयोगः वे, तत्र रेपः तु निर्योगः वे, तत्र रेपः तु हल् वर्णः अस्ति परन्तु अङ्गस्य अवयवः नास्ति इति कृत्वा तत्रापि दीर्घत्वं न भवति. तृतीयप्रश्नः, तदन्तस्य अङ्गस्य दीर्घत्वं किमर्थम्, किमर्थं तदन्तस्य अङ्गस्य दीर्घत्वम् इति उक्तवन्तः इत्युक्ते, तत्र व्यद् इति स्वीकुर्मः चेत् तदन्तस्य अङ्गस्य दीर्घत्वम् अन्ते यदा सम्प्रसारणदातव सम्प्रसारिणी वर्णः अस्ति चेदेव दीर्घत्वं, तत्र यकारः यद्यपि तत्र पूर्वं हल् वर्णः अस्ति परन्तु अन्ते नास्ति, अतः न दीर्घत्वं न भवति इति. तद् यद् अनुवृत्तिसहितसूत्रमस्ति तस्य एव प्रश्नः कृत्वा उत्तरमपि दत्तवन्तः, तावदेव. स्पष्टं वा? भगिनि एकः प्रश्नः, किमर्थं भवती वदति सम्प्रसारिणी इति? वर्णः पुंलिङ्गशब्दः, सम्प्रसारणम् इति सम्प्रसारणवर्णः, सम्प्रसारिणी इत्युक्ते यत्र यस्मिन् सम्प्रसारणम् अस्ति. षष्टि षष्टि न इनि प्रत्ययः सप्तमी सूचयति. न यस्मिन् इनि यस्मिन् इनि प्रत्ययः इनि प्रत्ययः तत्र यस्मिन् सम्प्रसारणम् अस्ति तद् सम्प्रसारिणी दातवः वा सम्प्रसारिणी वर्णाः प्रायः बहुवचनं भवेत् न चिन्तयामि. सम्प्रसारणवर्णः सम्प्रसारणः वर्णः इति अपि वक्तुं शक्नुमः. पुल्लिङ्गं तदपि समीचीनमेव. तत्र अङ्ग अवयवात् हलः इत्यनेन अयं हल् वर्णः किमर्थम् अङ्गस्य अवयवः भवेत् तत्र किं सूचयति भगिनि? तत्र निर् इति यद् उदाहरणमस्ति तत्र निर् इति उपसर्गम् एकं पदं भिन्न पृथक् पदम् अस्ति. निर् योगः वे योगः क्त. वयं किं कुर्मः, निर् इति रेपः पूर्वम् अस्ति इति कृत्वा वे इति यद् उकारः आदेशः भवति तस्य दीर्घत्वं भवति वा न वा इति प्रश्नः. तत्र अङ्गावयवः भवेत् हल्. हल् पृथक्तया एकं पदम् अस्ति चेत् तत्र दीर्घत्वं न भवति. तस्मिन्नेव पदे अङ्गे पदे नास्ति अङ्गे हल् पूर्वं भवेत् इति अनुवृत्तिसहितसूत्रं वदति. दे इत्यस्य इत्यस्मात् पूर्वम् एकः हल् वर्णः अस्ति चेत् दीर्घत्वं भवति, परन्तु पृथक्तया अस्ति चेत् न भवति. निर् इति उपसर्ग इति पृथक् पदमस्ति तद् अङ्गस्य अवयवः नास्ति. अवयवः इत्युक्ते भागः. अस्तु, भवती एव पठतु भगिनि सम्प्रसारणं ग्रह् धातुः. सम्प्रसारणं ग्रह् धातुः गृहीज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति बृजातीनां निति च इति तत्र बृहत्सूत्रं. येषां सम्प्रसारणं भवति किति निति प्रत्यये परे अस्ति चेत् तत्र किञ्चित् दातवः सन्ति तत्र एतत् सम्प्रसारणं भवति किति निति प्रत्ययं परे अस्ति चेत् ग्रह् योगः श्ना इति अस्ति. इत्युक्ते तत्र ग्रह् तत्र इग् योगः रेपः योगः अकारः योगः युग् इति तत्र अस्ति योगः श्ना. तत्र ग्रही ज्या इति बृहत् सूत्रेण सम्प्रसारणं भवति. तत्र किं भवति चेत् रेपस्य स्थाने ऋकारः अकारस्य पूर्वरूप आदेशः भवति तत्र सम्प्रसारणं च इति सूत्रेण. तत्र इग् योगः तत्र रेपस्य स्थाने ऋकारः आगच्छति योगः इख् योगः न इत्यनेन नत्वं भवति. नत्वं किमर्थं भवति चेत् अट्कु वाङ्मयि इति सूत्रेण दन्ते नकारस्य स्थाने मूर्धन्य नकारः भवति अतः गृह्णा इति अङ्गं भवति. समीचीनम्. अत्र ग्रह् इति सम्प्रसारिणी धातुः अस्ति अतः तस्य सम्प्रसारणं भवति. यद्यपि तत्र ग्रहीज्या इति सूत्रं दृष्टवन्तः पूर्वमपि बहुवारं दृष्टवन्तः ग्रहीजा वै व्यधि वष्टि विचति वृच्छति पृच्छति वृज्जतीनां ङिति च. ङिति च कित् ङित् प्रत्यये परे एव सम्प्रसारणं भवति इति. तत्र ज्या इति धातुः अस्मिन् पाठे क्रयादिगणे पुवादिगणीय अन्तर्गणः इति तस्मिन् विषये दृष्टवन्तः. ग्रही इत्यत्रापि सम्प्रसारणकार्यं भवति इति दृष्टवन्तः. भगिनी भवती एव वदतु ग्रह् धातुः तत्र हलः इति सूत्रस्य प्रसक्तिः अस्ति वा? तत्र हलः इति दीर्घत्वं सम्प्रसारणम् इति दीर्घत्वं भवति तत्र दीर्घत्वं न भवति. अङ्ग अवयवयात् हलः यत् उत्तरं सम्प्रसारणं तद् अङ्गस्य दीर्घः भवति तत्र न भवति. किमर्थं न भवति? किमर्थं न भवति चेत् तत्र श्ना अन्ते नास्ति सम्प्रसारणी सम्प्रसारणवर्णः अन्ते नास्ति. रेपः क्षम्यतां ऋकारः अन्ते नास्ति. तत्र हल् उत्तरमेव अस्ति परन्तु रेपः रेपः न ऋकारः ऋकारः अन्ते नास्ति इति कृत्वा तत्र हलः इत्यस्य प्रसक्तिः नास्ति, दीर्घत्वं न भवति. समीचीनम्. अत्र ग्रह् ज्या क्रयादिगणे अस्ति. वै इति तृतीयं किल, वयि इति अस्ति. तद् वे इति धातुः भुवादिगणीयधातुः. तत्र किं भवति? तत्र हलः इति सूत्रं भवति वा? अस्तु, सम्प्रसारणकार्यं भवति वा? भुआदिगणीयधातुः अस्ति. समीचीनम्, उत्तमम् उत्तमं. भुआदिगणीयधातुः तत्र सम्प्रसारणकार्यं न भवति. समीचीनम्. अनन्तरं तृतीयमस्ति व्यधि इति. व्यद् इति धातुः, तत्तु दिवादिगणीयधातुः. तत्र किं भवति? तत्र हलः भवति वा? न भवति. तत्रापि न, तत्रापि न भवति. अन्ते अस्ति. अन्ते वर्णमध्ये अस्ति. समीचीनं. परन्तु सम्प्रसारणकार्यं भवति वा? न भवति. षण् इति दिवादिगणे, दिवादिगणे ओ अस्तु, दिवादिगणे षण् अस्ति खलु, अतः न भवति वा? न भवति खलु. भवति वा न भवति वा? न भवति. किमर्थं न भवति? षण् सम्प्रसारणं भवति वा? भवति खलु. भवति चेत् रूपं किं? वि. समीचीनं. वि विधि सम्प्रसारणात् सम्प्रसारणं वकारयो संथिङ्ग्. समीचीनमेव. विकर्णप्रत्यय दिवादिगणीय किं विकर्णप्रत्ययः कः? विद्या. समीचीनं. विद्या इति विद्यति, विस्तृतवन्तः किल, विद्यति. अनन्तरं वष्टि इति वयं न दृष्टवन्तः. वष् इति धातुः अदादिगणीयधातुः. तत्र हलः भवति वा? हलः वष्टि भवति वा? विकरणप्रत्ययः नास्ति. न न न, हलः भवति वा न वा? हलः वष्टि न भवति. समीचीनं. हलः न भवति, दीर्घत्वं न भवति. व्यच् इत्यत्र न भवति. अत्रापि न भवति. सुगादिगणीयधातुः, तत्र किं सम्प्रसारणकार्यं भवति वा? सुगादिगणीय अस्ति. श इति अस्ति, अतः इति रूपं. अग्रे रूपं किं भवति व्यच् इत्यत्र? अस्तु, विच् विच् अनन्तरं व्रच् इति. व्रश्च इति धातुः. व्रश्च अपि तुदादिगणीयधातुः. तत्र हलः सूत्रस्य रेपः अस्ति. रेपः अस्ति. भवति सम्प्रसारणं भवति. हलः भवति वा? दीर्घस्य अन्ते द्रष्टव्यम्. अन्ते अस्ति वा? समीचीनं. समानरीत्या प्रच्च ब्रश्च तत्रापि नास्ति. मध्ये अस्ति परन्तु सर्वत्र तत्र परन्तु तत्र सम्प्रसारणकार्यं तु अवश्यं भवति. अवगतं किल कुत्र भवति इति? हलः अन्ते भवेत्. उत्तरं हल् वर्णः यदा पूर्वम् अस्ति चेदपि सम्प्रसारणवर्णः अन्ते भवेत्. तद् बहु मुख्यम् अस्ति. समीचीनम्. इदानीम् अस्मिन् सूत्रे केवलं वयं वष्टि वश् धातुः एव न दृष्टवन्तः, अन्ये सर्वे धातवः दृष्टवन्तः. तुदादिगणः अपि अभवत् किल, दिवादिगणः अपि अभवत्. समीचीनम्. अस्तु अग्रे सरामः. ज्ञा धातुः श्रीवल्ली भगिनी, भवत्याः क्रमः एव. आं भगिनि. ज्ञा धातुः न जनोर्जा न क्रादिगणे जन् दिवादिगणे च चेत् अनयोः ज आदेशः भवति शितिप्रत्यये परे. आदेशः अनेकाल् अतः अनेकाश्चित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थानिनः स्थाने भवति, न तु अन्त्यवर्णः. ज्ञाश्च जञ्च तयोः इतरेतरद्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः षष्ट्यन्तं ज लुप्तप्रथमाकं पदं द्विपदमिदं सूत्रं स्टिवु क्लमुचमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य ज शिति ज्ञाधातोः जन् धातो ज्ञाधातुः क्रादिगणे अस्ति, जन् धातुः दिवादिगणे अस्ति, तयोः स्थाने जा आदेशः भवति. किन्तु ज्ञा इति अनेकात् जा अपि अनेकात् इति अनेकाश्चित् सर्वस्य इति सूत्रेण सर्वस्य ज्ञा इति ज्ञास्थाने जा इति आदेशः भवति, जन् स्थाने जा इति आदेशः भवति इति इति अलोन्तस्य इति सूत्रस्य अपवादसूत्रः अनेकाश्चित् सर्वस्य. सशिति परे ना जनोः अङ्गस्य ज क्षितिपरे आदेशः भवति अनेकाश्चित् सर्वस्य. आदेशः अनेकान् आदेशे एक एव वर्णः न अपि, अपि तु अनेके वर्णाः अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. यस्य स्थाने आदेशः आदिष्टः सः स्थानि. इदं सूत्रम् अलुन्तस्य इत्यस्य अपवादः. न एकः अनेकः नञ्च तत्पुरुषः अनेकः अल् यस्य सः अनेका बहुव्रीहिः समासः. शकारः इत् यस्य सः षित् बहुव्रीहिः. अनेकाल्च षिच्च अनेकाश्चित् समाहारद्वन्द्वः. अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् स्थाने अन्तरतमः इत्यस्मात् स्थाने इति अस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल् षित् सर्वस्य स्थाने. आदेशः अनेकाल् अथवा षित् चेत् सर्वस्थानिनः स्थाने आदेशः भवति इति अनेक सर्वस्य स्थाने इति सूत्रम्. वदतु भगिनि, प्रश्नः अस्ति वा? अत्र लुप्त प्रथमाकम् इत्युक्ते लुप्तम् ओके अस्तु, परन्तु प्रथमाकम् इत्युक्ते किं कुत्र अस्ति? जा लुप्तप्रथमाकं पदम् तत्र वा? अस्तु, लुप्तप्रथमान्तं पदम् इत्युक्ते प्रथमान्तं नास्ति इत्येव. जा लुप्तप्रथमाकं पदम् आदेशः न्याजनोः षष्ठी आदेशः नास्ति वा? आदेशः अस्ति एव इति अस्ति. तत्र न्याजनोः स्थाने झा इति आदेशः भवति. झा इत्यस्य लुप्तप्रथमाङ्कं पदम् इत्युक्ते तत्र प्रायः तस्य इति नास्ति तदेव प्रातिपदिकात् तद् लुप्तमस्ति. झा एव अस्ति, झा इत्येव दत्तमस्ति. रामः इति स्थाने राम इति दत्तमस्ति चेत् लुप्तप्रथमाङ्कं पदं तत् लुप्तमस्ति. प्रत्ययं विना तत् प्रत्ययः लुप्तमस्ति. छन्दसः इति वदामः तत्र सूत्रे अपि छन्दसः अस्ति, अतः तद् प्रायः तस् पाणिनिः तादृशं चिन्तितवान्. आम् वदतु भगिनि. उदाहरणं ज्ञायोगः न ज्ञा जनो च इत्यनेन दत्वादेशः, ज्ञास्थाने जा इति आदेशः भवति, जायोगः न जाना इति अङ्गं भवति. दिवादिगणे जन् धातोः जन् योगः शन् इति प्रत्ययः, जन् स्थाने जा इति आदेशः भवति, जायोगः या जाया इति अङ्गं भवति. अशिति जा आदेशः न भवति. उदाहरणं शितिपरे एव ज्ञाधातोः जा इति आदेशः भवति, अशिति अशित् प्रत्यये परे जा आदेशः न भवति. उदाहरणं दत्तमस्ति ज्ञा योगः स्यति, स्यति इति अशित् प्रत्ययः इति चेत् रूपं ज्ञास्यति एव अस्ति. द्वितीय उदाहरणं ज्ञा योगः ता, तान्त ता अपि अशित् प्रत्ययः इति चेत् इति कारणेन ज्ञायोगः त ज्ञातः इति रूपं भवति. जन् योगः स्यते इति स्यते इति शित् प्रत्ययः, जन् योगः स्थाने जा इति न आदेशः भवति, रूपं जनिष्यति इडागमः जनिष्यति. जन् योगः त अपि अत्र जनस्तनखनां सञ्जलोः इत्यनेन नकारस्य आकारः सवर्णदीर्घः जातः. जन्योगः नकारस्थाने भिन्नकार्यमस्ति, जात नकारस्य स्थाने आकारः दीर्घ आकारः आदेशः भवति इति रूपं जातः. जनसनखनां सञ्जलोः इति सूत्रं जन् सन् खन् एषां धातूनां नकारस्य स्थाने आकारादेशः भवति. जलादि सन् प्रत्यये परे, जलादि कित् नित् प्रत्यये परे च अनुवृत्तिसहितसूत्रं जनसनखनाम् अङ्गानाम् आत् जले सञ्जलोः किति. जलादि सन् प्रत्यये परे अपि अपि च जलादि कित् प्रत्यये परे च जलादि भवति वा जलादि सन् इति जलादि एव खलु. किमर्थं जलादि किमर्थम् इडागमः वदति महोदय? न जलादि सन् इति जलादि सन् इति अस्ति खलु सन् जलादि सनादिप्रत्ययः सन्नादिप्रत्ययः सन् जलादि सन् प्रत्ययः वा जलादि कित्ङित् प्रत्ययः परे अस्ति वा तत्र तान्त इति थ अस्ति किल अनुबन्धलोम्पानन्तरं तकारः तद् जलादि कित्ङित् प्रत्ययः किल न जलादि किमर्थम् उक्तम् जलादि जानीमः खलु सन् इति सन् प्रत्यये परे इति भवेत् खलु परन्तु प्रायः जलादि नास्ति चेत् न भवति न भवति इरागम अस्ति तदस्ति इरागं भवति चेत् न भवति इति तादृश प्रायः तादृश आम् जलादि सन् इति अथवा अजलादि सन् अस्ति वा इति अजलादि सन् तादृशमेव सन् प्रत्ययेषु यद् जलादिः नास्ति तत्र यदा जन् सन् कन् अस्ति चेत् तत्र नकारस्य स्थाने आकारादेशः न भवति. द्वादश अस्ति किल सन् प्रत्ययाः तत्र द्रष्टव्यं यद् जलादिः जलादि सन् प्रत्ययः अस्ति यद् अजलादि अस्ति इति द्रष्टव्यं तत्र प्रायः रूपं भिन्नं भवति. निच् न भवति तर्हि तर्हि णकारः जलादि नास्ति किल पूर्वमेव आगच्छति ञमङ्गणनं जल् अनन्तरमेव जबगडदश आगच्छति किल तत्र तत्र न भवति समीचीनम्. अतः जनसनखनाम् अङ्गानाम् आत् जलि सञ्जलोः मिति. एतत् सूत्रं तु अग्रे पूर्ण विस्तृतरूपेण वयं पठामः, परन्तु अत्र किञ्चित् एव दत्तमस्ति. ज्ञातः इति रूपं जातः इत्यत्र अस्मिन् येन सूत्रेण तत्र नकारस्य स्थान आकारादेशः अनन्तरं सवर्णदीर्घसन्धिः भूत्वा जातः इति रूपम्. समीचीनम्, अस्तु अग्रे सरामः. अनिदितः दातवः. अरुणा भगिनी पठति वा? आं भगिनि. अनिदितः दातवः षड् दातवः. एतावता अस्माभिः दृष्टं यत् धातुः इदित् अस्ति चेत् तत्र नुमागमस्य प्रसक्तिः. यदा वदिधातुः इदित् ह्रस्व इकारः इत् यस्य सः अस्ति, अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः विहितः. वदि वद् वन्द् वन्द् वन्द् इति भवति. स च नुमागमः नित्यः, न कदापि गच्छति, नाम यदा मूलधातोः नकारः नास्ति, यदा वद् धातोः अनन्तरं नकारं योजयामः इदितोनुं धातोः इति सूत्रेण, तदा तस्य नकारस्य लोपः न कदापि भवति. अपदत्तम् इदित् अस्ति, इदित् धातुः अस्ति चेत् नुमागम प्रसक्तिः इदितोनुं धातोः इति सूत्रेण. इदित् किम् अर्थम् इति चेत् ह्रस्व इकारः इत् यस्य सः तत् धातुः इदित् इति अस्ति, अतः सूत्रेण इदितोनुं सूत्रेण वदि मूलधातुः वन्द् आगच्छति, नुमागम वन् तदनन्तरं मौनस्वर वन्द् इति वन्द् इति भवति. अत्र नुमागमः नित्यं कदापि न गच्छति. अर्थं किं चेत् मूलधातुः नकारः नास्ति, अनन्तरं नकारः आगच्छति, तस्य नकारलोपः न कदापि भवति. अहं न स्मरामि भगिनि कुत्र न लोपः भवति. न न तत्र नकारः कथम् आगच्छति इति वा? न नकारलोपः कश्चित् धातोः नकारलोपः भवति सत् किञ्चित् कार्यसमये अहं न जानामि. अत्र न तत्र न भवति एव किल, मूले अस्ति चेदेव भवत् लोपः भवति इति वा? नीति प्रत्यय मूले नकारः अस्ति चेत् मूले नास्ति अनन्तरम् आगच्छति तदा तदा तस्य लोपः न भवति इति वा? न भवति. इदितो नुम् धातोः इति सूत्रेण यद् नुम् आगमः वयम् आनयामः तस्य कदापि लोपः न भवति. न भवति नित्यं न भवति. यदा वद् इत्यत्र वन्द् इति भवति चेत् वन्देव तिष्ठति, तत्र कदापि तस्य नकारस्य लोपः न भवति. वयम् आनीतवन्तः, नुम् आगमः वयं कृतवन्तः, अतः तत्र लोपः न भवति. परन्तु इति द्वितीयपरिच्छेदे मूलधातौ एव नकारः अस्ति चेत् तस्य लोपः वयं कर्तुं शक्नुमः, तद् अर्हः, तस्य लोपः अर्हः, वयं कर्तुं शक्नुमः. तावदेव भेदः. इदितोनुं धातुः यत्र कार्यं करोति तत्र नकारलोपः कदापि न भवति, नित्यं तद् तिष्ठति एव. अतः एव तादृश कृतवान् आसीत्. अस्तु, इदित् कृत्वा अन्यथा लोपः भवति अनेन सूत्रेण. अस्तु अस्तु, समीचीनम्. अतः एव सः वन्द् इति न अकृत्वा वदि इति कृतवान्. लोपः न भवेत् अस्ति किल. पठतु भगिनि. परन्तु मूलधातोः नकारः अस्ति चेत् तर्हि तस्य लोपः अर्हः. क्रयादौ एतादृशाः षड् धातवः सन्ति, बन्द् श्रन्थ श्रन्थ् मन्थ् श्रन्थ् अन्यः ग्रन्थ् कुन्त् च एतौ धातवः अनिदितः अश्वैकारः येषां नास्ति ते अतः कितिनिति प्रत्यये परे तेषाम् उपादायां स्थितस्य नकारस्य लोपः भवति स्न अपि अतः सार्वधातुकम् अपि इति सूत्रेण विद्वद् भवति तदेव अत्र दत्तं वयं चर्चितवन्तः मूलधातुः नकार अस्ति चेत् कितिनिति प्रत्यये परे तस्य नकारलोपः भवति क्रयादिदा गणे षड् धातवः सन्ति दत्तम् अत्र बन्द् श्रन्त् मन्त् श्रन्त् ग्रन्थ् कुन्त् एते धातवः अनिदितः अश्व इकारः इत् येषां नास्ति अतः कितिरिति प्रत्यये परे उपादायां स्थितस्य नकारेषु लोपो भवति किमर्थमिति चेत् स्न अपि अतः सार्वधातुक अपि इति सूत्रेण निर्वृत्तं भवति समीचीनम् अग्रे अपि पठतु भगिनि सूत्रम् अनिदितां हल उपादायाः केनिति येषां हलन्तधातूनां अश्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति नीति प्रत्यये परे इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहि गर्भः नन् तत्पुरुषसमासः तेषाम् अनिदितां कृ च नु च तयोः इतरेतरद्वन्द्वः नयौ क्नोः क्नोः इतौ यस्य सः कित द्वन्द्वगर्भः बहुभिः समासः तस्मिन् क्निति अनिदितां षष्ट्यन्त्यं हलः षष्ट्यन्त्यम् उपादायाः षष्ट्यन्त्यं क्निति सप्तम्यन्तम् अनेकपदमिदं सूत्रं स्नान् न लोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनिदितां हलः अङ्गस्य उपादायाः नः लोपः किमिति सूत्रं वदति हलन्तधातूनां अश्व इकारस्य इत्संज्ञा नास्ति चेत् उपादायां स्थित डकार लोपो भवति किति निति प्रत्यये परे अनिदम् इति तु नुम् धातुसूत्रेण नुम् आगम आगच्छति तत्र नकार न लोप भवति परन्तु मूलधातो नकार अस्ति चेत् उपदा अवस्थायां तदेव लोपः भवति किति निति प्रत्यये परे उत्तमम् उदाहरणं पठतु भगिनि यथा बन्द् योगः स्न बन्द् योगः बन्ध योगः स्न बन्द् योगः न उपदा नकारस्य लोपः निति परे अनिदितां हल् उपदायः इति सूत्रेण बद् योगः न बद् न इति अङ्गं तदेव श्रन्त स्न योगः स्न श्रन्त योग न स्वत्न स्वत्न इत्यङ्गं मन्त अपि मन्त मत्न इति रूपम् अङ्गं भवति अङ्गं समीचीनं सर्वत्र अनिदितां हल उपादायाम् इति इत्यनेन उपादायां स्थितस्य नकारस्य लोपः तदेव विषयः अस्ति भगिनी तत्र अनिवृत्तिसहितसूत्रं तत्र उपादायाः नः तत्र मुद्रा दोषः अस्ति वा नः इति उपादायाः नः लोपः न समीचीनमेव किल नकारस्य लोपः षष्टि न विसर्गः नः विसर्गः अस्ति खलु नकारस्य इति वदामः नकारस्य इति षष्टि किल तस्य यदा न इन् इति पदस्य षष्टि अन्तं रूपं नः किल राजन् इति शब्दः तस्य षष्टि राजानः राजानः नः न इन् इत्यस्य षष्टि नः नः लोपः धन्यवादः आम् सः एव बध्नाति इति रूपम् अस्ति. अस्तु, बन्धनम् अत्र नकरलोपः न भवति, लुट्प्रत्यये परे कित् नास्ति अतः. आं, बद्धः इति रूपम् अस्ति किल, तान्तरूपम्. आमां, एव भवति. समीचीनम्. अस्तु, तस्य क्रमः विजया भगिनी पठति वा एवमेव? कुत्र भगिनि तत्र एवमेवगणे? तस्मात् पूर्वम् एवमेव ग्रन्थयोगः श्ना जालपुटे पश्यति वा करपत्रम् अस्ति वा? करपत्रमध्ये भगिनि, करपत्रे प्रायः चिन्तयामि. आम्, तस्मात् अग्रे एकम् उदाहरणमस्ति वा ग्रन्थयोगः श्ना इति? भेदः अस्ति, तदेव अहमपि मम करपत्रे अपि नास्ति. यः जालपुटे अस्ति सः पठतु कृपया. एवमेव ग्रन्थयोगश्ना इति घर्थना इति अत्र नकरस्य लोपः अभवत्. कुन्थयोगश्ना कुत्थना इति रूपं तत्र किञ्चित् सन्धिकार्यम् अस्ति. हल्सन्धिकार्यं भूत्वा कुद्ना ग्रद्धना इति दकार न किमपि नास्ति, वर्णमेलनमेव. ग्रन्थ इति अत्र अकार उपदेश अनुनासिक इत्यनेन गच्छति वा? ग्रन्थना इति ग्रन्थ इति दत्तमस्ति. अहं ग्रन्थना इति अभवत् इति एव न, ग्रन्थ इति अस्ति दत्तमस्ति. ओ ओ ओ, आम् उपदेशे अजनुनासिक. अस्तु अस्तु, क्रयादिगणे सार्वधातुकलक्रयादिगणे महोदय अनन्तरं भवती पठतु भगिनि. पठतु क्रयादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति. श्ना अपित् अतः नित्वत्. तर्हि सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु सर्वत्र न लोपः, नकारस्य लोपः. यथा लटि बन्ध योग श्ना योगति बध्नाति. शत्र अपि तथा, यतः शत्र षित् अतः सार्वधातुकप्रत्ययः. शत्र सर्वदा कर्तृत्वे अतः कर्तरि शप् इत्यनेन शप् शपं प्रबाद्य श्ना इति बन्धयोगश्ना योग शत्र बन्धयोग श्ना योग अत् भग्नायोग अत्. अजादिषु अपिस्सु श्नाप्रत्ययस्य आकारस्य लोपः. अस्तु, श्नाभ्यस्तयोरातः इति सूत्रेण श्ना अभ्यस्ना इत्यस्य आतः लोपः अस्तु इति सूत्रेण अधः तृतीयसोपाने पश्यन्तु. भग्नत् इति प्रातिपदिकं पुंसि भग्नन् भग्नन् इति तत्र पुल्लिङ्गपदं बध्नत् इति नपुंसकलिङ्गपदं खलु भगिनि? बध्नत् इति प्रातिपदिकं बध्नति पुंसि बध्नन् गच्छन् इति वदतु महोदय किम् अस्ति अत्र? अत्र क्रयादिगणे श्ना इति अस्ति इति अपित् अस्ति इत्यतः नित्वत् अतः नित्वत् अस्ति. लट् लोट् लङ् विधिलिङ् इत्येषु सर्वत्र न लोपः भवति इति अस्ति. अतः यथा लटि बन्ध् इति धातु अस्ति, श्ना इति इदानीं अत्र अनुदितां हलः उपादायाः निति इति सूत्रेण इदानीं मिति अस्ति, एतत् श्ना इति अपित् अस्ति, अतः मित्वत् कार्यं करोति, अतः तस्य तस्य सूत्रस्य प्रसक्तिः बध्नाति, नकारस्य लोपः भवति, बध्नाति एव. शत्रु अपि शीत अस्ति, शीत अस्ति, कर्तरिषप् इति आगच्छति, परन्तु एतत् तत् प्रबाद्य अत्र स्ना इति प्रत्ययः भवति शत्रुप्रत्ययस्य पूर्वं, बन्धयोग स्ना इति, अतः तत्रापि स्ना इति अपित् अस्ति, अतः सूत्रस्य अनिदितां हलोपदायाः निति इति सूत्रस्य प्रसक्तिः. एकवारं हा अस्तु, तत्र अतः एव बध्नायोगात् बध्नत् इति भवति, रस् अकारस्य लोपः अभवत् अजादिषु अपिषु स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य आत् आतः इत्यस्य आत् आकारस्य लोपः भवति, अजादि अपित् इति प्रत्ययपदे. अस्तु, अनेन अतः बध्नन् बध्नत् इति प्रातिपदिकं पुंसि प्रथमं प्रथम एकवचनं बध्नन् इति रूपम् आर्धात्मकप्रत्ययेषु पदेषु. तत्र शत्रु एव तत्र अति इति अनुबन्धलोपानन्तरं खलु भगिनि? आम् आम् शत्रु एव. अनन्तरं भवान् उक्तवान् तत्र एवमेव ग्रन्थियोगः श्ना तत्र उपदेशे इति किञ्चित् उक्तवान् खलु भगिनि, तत्र किम् अस्ति? तत्र तकारः अस्ति किल अन्ते, ग्रन्थ इति अस्ति, योगः श्ना, परन्तु यदा रूपं पश्यामः तत्र ग्रत्ना इति अस्ति, अकारः कुत्र गच्छति इति महोदयस्य प्रश्नः. आम् तावदेव तावदेव तदेव तदेव उक्तवान्. कुत्र आगच्छति? अन्ते ग्रन्थ इत्यस्य अकारः अनुनासिकाकारः, अतः तद् इत्संज्ञा भूत्वा ग्रन्थ योगः श्ना ग्रत्ना इति भवति. अस्तु भगिनि, आर्धात्मकप्रत्ययेषु परेषु कित्वा न लोपः. अस्तु, नित् अस्तु, दृष्टान्ते प्रत्यये परे बन्धयोग का इति अनिदितां हलः उपादायाः निति इति सूत्रेण बद्ध इति पुंसि बद्धः सम्बन्ध इति ता सम्बद्धः इति रूपम् अस्ति, पुंसि सम्बद्धः इति रूपम्. आर्धात्कप्रत्ययेषु परेषु कित् नित् इति प्रत्ययान् विहाय अनिदितां न लोपः न भवत् अनिदितां नकारस्य न लोपः न भवति, यथा बन्धयोगतव्यत् यत्र ति नित् नास्ति कित् नास्ति तव्यत् इति प्रत्ययः, अतः बन्धव्यम् एवमेव बन्धयोग अनियत् प्रत्ययः, अत्रापि बन्धनीय इति बन्धयोगतुमुन् अपि नित् नास्ति कित् नास्ति, अतः बन्धुम् इति भवति सन्धिभूत्वा बन्धुम् इति भवति. अतः कित् कित् प्रत्ययः अस्ति चेदेव अनिदितां हल उपादायां निति इत्यनेन उपादायां स्थितस्य नकारलोपः, यद्यपि आर्धधातुकप्रत्ययः अस्ति चेदपि तव्यतनीयर् तुमुन् इति कित् नित् प्रत्ययः नास्ति, अतः नकारलोपः न भवति इति सूत्रं वदति. समीचीनं वा? अस्तु, विजया भगिनी नत्वं पठति वा? प्रश्नः अस्ति वा अत्र? नास्ति भगिनि, सम्यक् पठतु. नत्वं घ्रयादिगणे बहुषु धातुषु रेपः ऋकारः षकारः च अस्ति, अतः तेभ्यः वर्णेभ्यः नकारस्य नत्वं भवति. अट्कुप् वाङ् नुं व्य वयपि वये अपि इति स्वरः इत्यनेन स्वराः क वर्गीय व्यञ्जनानि पवर्गीयव्यञ्जनानि हय वार अनुस्वारः च मध्ये सन्ति चेत् नत्वम् आगच्छति. तत्र स्पष्टमेव भगिनि. अटुकुम् अटुकुप् वाङ् नुं व्यवमाये अपि इति सूत्रमस्ति. तं किं वदति, तत् किं वदति चेत् दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति. कुत्रचित् तत्र स्वरः कावर्तीयव्यञ्जनानि पावर्तीयव्यञ्जनानि हयवर इति अनुस्वरः अपि तत् स्थाने मूर्धन्यनकारः आगच्छति नत्वम् इति. यथा क्री योगः न क्रीणा तत्र तत्र सम्प्रसारणम् आगच्छति. गृह् इति गृह् योगः न गृह् न तत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः उदाहरणरूपेण आगच्छति. अत्र ऋकारनकारयोः मध्ये आकारः अस्ति, तदपि नकारस्य नत्वं भवति इति. समीचीनं. मध्ये यदा यद्यपि तत्र हकारः अस्ति तदापि तत्र नत्वं भवति. किमर्थम् इत्युक्ते अट्कुप् वाङ्म् व्यवाये अपि इत्यत्र हयवर इति मध्ये सन्ति चेदपि णत्वं भवति इति वदति. दशाभ्यां नोणः समानपदे इति सामान्यसूत्रम्. अनन्तरम् अट्कुप् वाङ्म् व्यवाये अपि इति व्यवधानम् अस्ति चेदपि णत्वं भवति इति सूत्रं वदति. अत्र हकारः अस्ति चेदपि तत्र णत्वं भवति. अतः मनसि भवेत् क्रीणा इति अस्माकम् अङ्गं, गृह्णा इति अङ्गं, रूपं साधयामः अग्रे, परन्तु अङ्गं मनसि भवेत्. तत्र द्वितीयबिन्दुः वयं वारं वारं दृष्टवन्तः, अतः अग्रे सरामः इति मम चिन्तनं. तृतीयबिन्दुः सरामः किल. श्रीवल्ली भगिनी पठति वा तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यम्? आं भगिनि, तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यम् तदा न अङ्गतिङ्क्तयोः मेलनं तृतीयसोपानं. क्रादिगणे यदा अङ्गं निष्पन्नं तदा सर्वेषां धातूनां कृते कार्यं समानमेव. स्मरन्तु यत् स्वादिगणे तथा नासीत् तत्र अजन्तधातूनाम् एकः समूहः स्मूहः हलन्तधातूनाम् अपरः समूहः हलन्तधातूनाम् अपरः समूहः. तनादिगणे अपि तादृशं विभजनं जातम्. अत्र क्रादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि. केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते. तच्च लोट् लकारस्य मध्यमपुरुष एकवचने एव. अस्य पाठस्य अन्ते पृथक्तया परिशीलयामः. तत् विहाय सर्वगणः एक एव समूहः. क्रादिगणे यदा अङ्गं निष्पन्नं तदा कार्यं समानम् एव. तिङ्प्रत्ययनिमित्तिक अङ्गकार्यं समानमेव. यत् स्वादिगणे तथा न आसीत् तत्र अजन्तधातूनाम् एकः समूहः हलन्तधातूनाम् अपरः समूहः. तनादिगणे अपि तादृशं विभजनं जातं. बट् परन्तु अत्र क्रादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि. किन्तु श्ना इति प्रत्ययः आकारः न एकः एव समूहः अस्ति इति. केवलम् एकस्मिन् स्थले एव तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते. तत् तत् स्थले लोट् लकारस्य मध्यमपुरुष एकवचने एव. अस्य पाठस्य अन्ते पृथक्तया परिशीलयामः. तत् विहाय सर्वगणः एक एव समूहः. क्रादिगण सर्व एकः एव समूहः. समीचीनं. तत्र यदा वयं स्वादिगणे दृष्टवन्तः तत्र संयोगान्त पूर्व उकारः असंयोगपूर्व उकारः इति गणद्वयम् आसीत्. तनादिगणे अपि संयोगः असंयोगः पूर्व उकारः इति गणद्वयम् आसीत्. तादृशं किमपि नास्ति अत्र. क्रयादिगणे एकः एव समूहः, परन्तु एकस्मिन् स्थले लोट् लकारस्य मध्यमपुरुषे एकवचने हि लोपः कुत्रचित् भवति कुत्रचित् न भवति. तदेव मुख्यविषयः, तदेव मुख्यभेदः अपि. यदा वयं तत्र दृष्टवन्तः संयोगान्तपूर्व उकारस्य असंयोगपूर्व उकारः इति दृष्टवन्तः, तत्रापि हि लोपः कुत्रचित् भवति कुत्रचित् न इति दृष्टवन्तः किल. तादृशमेव तद् अत्र भिन्नरीत्या भवति, तत् सूत्रं नास्ति, परन्तु अत्रापि तद् चिन्तनमेव समानं, परन्तु अन्यत् किमपि तादृशं नास्ति. एकः एव समूहः, विभजनं किमपि नास्ति. अस्तु, पठतु. यथा सामान्यं यत्र अङ्गम् अनदन्तम्, अत्रापि प्रातिगणे चित्ततिङ्प्रत्ययानां भागचतुष्टयम् अस्ति. हलादिपितः अजादिपितः, हलादि अपितः अजादि अपितः च. किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्रियादिगणे कार्यं किञ्चित् भिन्नं भवति. आम्, यथा सामान्यम् अङ्गम् अनद यत्र अङ्गम् अनदन्तम् अत्रापि क्रियादिगणे सिद्धतिङ्प्रत्ययानां भागचतुष्टयम् अस्ति. हलादि पितः अजादि पितः, हलादि अपितः अजादि अपितः इति भागचतुष्टयम् अस्ति. एतत् भागचतुष्टयम् अवलम्ब्य क्रादिगणे कार्यं किञ्चित् भिन्नं भवति. हलादिषु पित्सु किमपि कार्यं नास्ति, केवलं योजनम्. अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति. उदाहरणं क्रीणा योगः ति, क्रीणाति. हलादि पित् प्रत्यय परे किमपि कार्यं नास्ति. अजादिषु पित्सु केवलं सन्धिकार्यं. क्रीणा योगः आनि, क्रीणानि इति रूपं भवति. हलादिषु अपित्सु श्ना प्रत्ययस्य आकारस्थाने ईकारादेशः भवति. हि हल् एघोः इति सूत्रेण क्रीणा योगः तः, क्रीणीतः इति भवति. हलादिषु अपित् प्रत्यय परतः परे. अजादिषु अपित्सु श्ना प्रत्ययस्य आकारलोपः भवति. श्नाभ्यस्तयोरातः इति सूत्रेण क्रीणा योगः अन्ति, क्रीणन्ति इति रूपं भवति. आम्, समीचीनम्. तत्र यत् तत्र अस्माकं चिन्तनम् अपित्सु प्रत्ययेषु एव. यदा वयम् इदानीं साधितवन्तः किल रूपं, क्षम्यताम्, अङ्गं गृह्णा इति क्रीणा इति अङ्गम् अङ्गद्वयं साधितवन्तः. तद् स्वीकुर्मः चेत् हलादिषु पित्सु किमपि कार्यं नास्ति, हल अजादिषु पित्सु सन्धिकार्यमेव. सन्धिकार्यं वयं जानीमः, सवर्णदीर्घसन्धिः भवति. हलादि अपित् अस्ति चेत् तत्र आकारस्य स्थाने ईकारादेशः ई हल्यगोः इति सूत्रेण. अजादि अपित्सु श्नाभ्यस्तयोरातः, आतः अतः आकार लोपः भूत्वा क्रीणन्ति वा गृह्णन्ति इति रूपम् आगच्छति. तावदेव, अतः बहु सरलमेव अस्ति. हलादि अपित् वा अजादि अपित् अस्ति चेदेव चिन्तनम्. हलादिपित् वा अजादिपित् वा अस्ति चेत् किमपि कार्यं, तत्र महत्त्वपूर्णकार्यं किमपि नास्ति, सामान्यकार्यमेव भवति इति. अतः रूपं तु सरलमेव भवति. धन्यवादः भगिनी. राजेन्द्रमहोदय, ई हल्यगोः पठति वा? क्षम्यतां, श्नाभ्यस्तयोरातः, क्षम्यताम्, अहं तु करपत्रात्. अस्तु, श्ना प्रत्ययस्य अभ्यस्तसंज्ञक धातोः च आकारस्य लोपः भवति किति निति सारधातकप्रत्यये परे. श्नाश्च अभ्यस्तश्च तयोर्द्वन्द्व श्नाभ्यस्तौ तयोः श्नाभ्यस्तयोः श्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदं सूत्रम्. शुनसौर्लोपः इत्यस्मात् लोप इत्यस्य अनुवृत्तिः. गम् हण् जन् खण् गसां लोपः किति नीति इत्यस्मात् किन्नति इत्यस्य अनुवृत्तिः. अत् उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य श्नाभ्यस्योः आत् लोपः कितिनिति सार्वधातुके सूत्रं वदति यत् अङ्गे यस्मिन् अङ्गे तत् श्ना प्रत्यय भवेत् अपि च अभ्यससंज्ञक यः अस्ति अङ्गं तस्य अन्ते आत् आत् यः अस्ति तस्य किति नीति सार्वधातुकप्रत्यये परे लोपः भवति आकारस्य लोपः सार्वधातुके किति इति प्रत्यये परे तदेव निमित्तम् अग्रे पठतु महोदय अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे गणे मा धातु तत्र मिमा मिमा इति अङ्गं मिमा अते अत् मिम् योग अते मिमते मिमते अत्र मिमा अत्र आकारः आसीत् अभ्यस्तसंज्ञक अङ्गम् अस्ति तत् जुहोत्यादिगणे यत् वयम् एतावता न पठितवन्तः आकारस्य तत् अते यथा तत् अजादि अपि प्रत्ययः आगच्छति सार्वधातुकप्रत्ययः आगच्छति तत् तत्र आकारस्य लोपः भवति मिमते रूपं निष्पद्यते भगिनि अत्र अभ्यस्तसंज्ञकम् इत्युक्ते सिद्धरूपेण संज्ञा भवति इति वा न न न न न न अत्र भगिनि किम् अस्ति अत्र द्वित्वं भवति तत्र यः धातुः अस्ति मूलरूपेण तत्र द्विवारम् आगच्छति तत्र तदनन्तरं किमपि कार्याणि भवन्ति तत्र तथा द्वित्वम् वदामः अभ्यस्तसंज्ञकगणे द्वित्वं भवति भगिनि परन्तु अभ्यस्तसंज्ञकम् इति यत्र कुत्रापि आगच्छति एव न न न यद् द्वित्वं भवति जुहोत्यादिगणे भवति समीचीनमेव अदादिगणे अपि पश्यामः केचन धातवः द्वित्वं भवति तत्र तत्र उभे अभ्यस्तम् इति सूत्रं संज्ञासूत्रम् अस्ति यत्र मी मा इति उदाहरणं दत्तम् अस्ति किल मी मा इति अभ्यस्तसंज्ञकः तावदेव तस्य नामकरणम् अभ्यस्तसंज्ञा इति नामकरणं मी मा इति उभे अभ्यस्तम् उभे इत्युक्ते द्वौ अपि मी मा इति उभे अभ्यस्तसूत्रेण अभ्यस्तसंज्ञा प्राप्नोति संज्ञा इत्युक्ते नाम एव किल तत्र उभे यद् अभ्यस्तसंज्ञकधातुः अस्ति इदानीं मीमा इति अभ्यस्तसंज्ञकधातुः तत्र केचन कार्याणि भवति श्नाप्रत्ययस्य अभ्यस्तसंज्ञधातोः अकारस्य लोपः अतः मीमा इति अभ्यस्तसंज्ञधातोः अकारस्य लोपः मीमते इति रूपं तावदेव अवगच्छति वा अस्तु भगिनि धन्यवादः अस्तु महोदय अग्रे पठति वा अनेन सूत्रेण न केवलम् अजादि अपिति अपि तु हलादि अपिति अपि कार्यं विहितं किन्तु हलादिषु अपित्सु ईहल्ययोः इति सूत्रम् एतत् कार्यं प्रभाद्य आकारस्य स्थाने इकार आदेशं विद्धाति अत् ईहल्ययोः श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकार आदेशः भवति किति नीति हलादि सार्वधातुकप्रत्यये परे अत्र परन्तु घुसंज्ञकधातुः चेत् न भवति घुसंज्ञक धातूनां धा च धातु न घुः अगुः तस्य अगोः ई लुप्त प्रथमाकं पदं हलिसप्तमी अन्तम् अगोः षष्ठी अन्तं त्रिपदं सूत्रं शिनाभ्यस्योरात् इत्यस्मात् शिनाभ्यस्योः आतः चैतन्योः अनुवृत्तिः क्षमतां भगिनि गं हन् जन् खन् घसां लोपः कितिनि इत्यस्मात् किन्नति इत्यस्य अनुवृत्तिः अत् उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्योः आत् इ कितिनिति हलि सार्वधातु किति सार्वधातुके अगोः. अत्र सूत्रं वदति यत् अङ्गस्य अङ्गे अङ्गसन्ते श्ना अपि च अभ्यससंज्ञे धातुः अस्ति तस्य आतः यः अस्ति आकारान्त यः अस्ति तत् तस्य स्थाने इकार आदेशः भवति. यदा कितिनिति सार्वधातुक प्रत्ययः परे अस्ति परन्तु हलि हल् हल् वर्णः हलादि भवेत् भवेत् तत्र भवेत् अपि च यः गुसंज्ञक धातुः अस्ति तस्य तत्र एतत् सूत्रस्य प्रसक्तिः नास्ति अगोः तत्र. समीचीनम्. अतः कुत्र भवति यदा हलादि कित्ङित् प्रत्ययः सार्वधातुकप्रत्ययः इत्युक्ते किं महोदय कुत्र भवति? अत्र हलादि अपि प्रत्ययः भवेत् तत्र यत्किमपि हलादि अपि प्रत्ययः अस्ति यथा तः तां तत् तत्र आदेश इकारादेशः भवति. समीचीनम्. हलादि कित् हलादि सार्वधातुकप्रत्यये कित्ङित् प्रत्यये इत्युक्ते हलादि अपि प्रत्ययः यत्र कुत्रापि भवतु सार्वधातुकप्रत्ययः भवेत् चेत् तत्र ईकारादेशः भवति इति वदति महोदय. तत्र चिन्तनं किं श्नाभ्यस्तयोरातः ई हल्यगोः इत्यस्य बलाबलचिन्तनम्? अत्र तु भगिनी चिन्तयामि तत्र यथा श्नाभ्यस्योरात् अपि च ई हल्यगोः अत्र समानसमये कार्यं भवितुम् अर्हति परन्तु अत्र हलि एव हलादि एव भवतु प्रत्ययः तत्र एव अस्य कार्यं भवति. अपि च तत् कारणात् तत्र अपवादभूतसूत्रं भवति तत् कारणात् तस्य कार्यं भवति यथा हल् किति नित्य हलादि प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तत्र कार्यं भवति. उत्तमं. तावदेव श्नाभ्यस्तयोरातः यत्र यत्र क्षम्यताम् आम् श्नाभ्यस्तयोरातः कार्यं भवति सामान्यसूत्रमस्ति हि हल्यगोगो इति अपवादसूत्रमस्ति. यत्र यत्र ई हल्यगोः कार्यं करोति तत्र सर्वत्र श्नाभ्यस्तयोरातः इत्यस्य अवसरः अपि अस्ति. समीचीनं. निरवकाशत्वात् अपवादसूत्रम् ई हल्यगोः इति सूत्रम् इति वदति. श्नाविकर्णस्य तदा अभ्यस्तस्य आकारस्य हलादि सार्वधातुके कित् प्रत्यये ङित् प्रत्यये परे ईकारादेश भवति गुसंज्ञकस्य न भवति. तत्र षट् धातवः सन्ति ये गुसंज्ञकः तत्र धा धा इत्येव आकारः अस्ति अन्ते. अन्ये सर्वे तु आकारः अन्ते नास्ति अतः तस्य एव ईकारादेशः न भवति. तद् पठामः अग्रिमपाठात् अनन्तरं जुहोत्यादिगणे पठामः तत्र अभ्यस्तसंज्ञकस्य कार्यम्. अस्तु, समयः जातः. एकः गृहकार्यं किं भवति इत्युक्ते अस्माकं क्रीणा इति अङ्गं साधितवन्तः, गृह्णा इति अपि अङ्गं साधितवन्तः. तद् तस्य रूपाणि लट्टि लोटि लङ्गि विधिलिङ्गि यदा सामान्यं वयं कुर्मः किल तत् साधयतु. विशेषकार्यं यत्र अस्ति तद् वयम् अग्रिमसप्ताहे पश्यामः. एकस्मिन् एव स्थले इति चिन्तयामि. विशेषः हि प्रत्ययः विषये एव तद् वयं पश्यामः. द्वे एव खलु भगिनि, क्रीणा आम् क्रीणा गृह्ण गृह धातुः गृह्ण इति अङ्गम् परस्मै आत्मने उभयपदी अस्ति चेत् द्वयमपि उभयपदी एव अस्ति. आम् उभयपदी एव अस्ति. तद् रूपद्वयमपि साधयतु. अग्रिमसप्ताहे चर्चयिष्यामः. तत् पाठः अपि समापयामः अग्रिमसप्ताहे. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः भगिनि. धन्यवादः भगिनि.